नमस्कारः. तृच् तव्य तृच् तुमुन् तृच् इति करपत्रम् अनुवर्तते. तत्र नः धातु आरभ्य खलु धातुम् आरभ्य अस्माभिः पठनीयः. अरुणा भगिनी भवती पठति वा भगिनि? सः गते सप्ताहे वयं पठितवन्तः, प्रायः महोदयेन न पठितम्. अस्माकम् अत्र तु वयं पठितवन्तः आसन् रामदासवर्णस्य इति द्वौ धातु वह् धातुः अनितः सः धातु वेटः तकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशः भवति होडः इति अनेन सूत्रेण. अधुना प्रत्ययः जश् पुरतः अस्ति, अतः प्रत्यय आदौ स्थितस्य तकारस्य थकारस्य च ध आदेशो भवति जस्तथोर्धोर्धः इति सूत्रेण. प्रत्यय आदौ स्थितस्य धकारस्य स्थाने ढकार आदेशो भवति चुनाष्टुः इति सूत्रेण. पूर्वतनस्य डाल् लोपो भवति डोडे लोपः इति सूत्रेण. लुप्तडकारस्य पूर्ववर्तिनः अकारस्य ओकार यदोषो आदेशो भवति सहिवहोरोर्धवर्णस्य सूत्रेण. रालोपे पूर्वस्य दीर्घो नः इत्यस्य अपवादः. सह् धातु अनिटः, वह् धातु अनिटः, सः धातु वेटः. अतः तकारादिप्रत्यये अस्ति चेत् तकारस्थाने डकार आगच्छति होडः इत्युक्ते षड् योगातव्य. तदनन्तरं अधुना प्रत्यय जश् पदतः अस्ति, अतः तकारस्थाने धकार आदेशो भवति जस्तथोर्धोर्धः इति सूत्रेण. सः पदः षड् धव्य चुनाष्टुः इति सूत्रेण धकारस्थाने धकार आगच्छति षड् ढव्य. डोडे लोपः इति सूत्रेण पूर्वतनस्य धकारलोपो भवति स ढव्य. सहिवहोर्ओद्वर्णस्य सौ वह् धातुः अकारस्थाने ओकार आदेशः भवति सो धव्य सोढव्या इति रूपं. तदा एव सः तुमुन् सोढुं सः यतृच् शोढृ शोढृ शोढ शोढ्री शोढृ इति तृच् प्रत्ययन्तरूपः. एवमेव वह् तु अपि वह् अत्र वेट् दातस्य प्रथमम् एतादिपक्षे वह् योगः इत्यव्य भगिनी वः अन्यत् अस्ति ओ किमत्र नास्ति उपरि दत्तम् ओके. But they said that they are root sutra must oh saka se saheva edadi wait bagini tadeva saheva hor samitam bagini aamam saheva tatra ved bhavati tatra kim asti sha sah lubharu sarishaha itena kintu vah dhatuhu kevalam anit vartate yeah sah edadi pakshe सहितव्य सहितव्या सहितव्यम् एवमेव सहितुं सहितुं सहितुं सहितृ सहिता सहितृ सहित्री भवति सूत्रमपि न रूपं कथं सः भवति तत्र इदागमपक्षे इति करेक्ट्. किन्तु इदागमपक्षे केवलं वर्णमेल्ल एव भगिनि आम् हेतुम् अत्र यजादिपक्षे सहेतुं सहितव्य क्षम्यताम् आम् अनिट् वाक् दातु अनिट् अस्ति किल किमर्थं वहितुं वः अनिट् महोदय सः वेट् अस्ति स्वरूपं द्वयं भवति सः धातोः साधु रूपाणि एकपक्षे यदागमपक्षे यदागमपक्षे यदागमः अस्ति चेत् केवलं होडः दशतोर्दोः प्रवृत्तं भवति ततः शोढव्यं शोढुं शोढृ इति रूपम् ईश्वः लुब्दुषः इश् सः लुब्दुष् ऋष् इत्येभ्यः पञ्चभ्यः धातुभ्यः तकारादेः आर्धधातुकप्रत्ययस्य इदागमो विकल्पेन भवति इच्छा इच्छत्यादेः परस्य तादेराब्धधातुकस्य इद् स्यात् इद्वा स्यात् एते पञ्चधातोः नियमे सेटहानेन सूत्रेण तकारादि अधुधातुकपरे वेटः इष् एष्ट एषित सः सोढ सहित लुब् लोब्ध लोभित ऋष् रोष्ट रोषित ऋष् एष्ट रेषित ति इति किमर्थम् इति प्रश्नः ओके सूत्रमस्ति अत्र पञ्चधातवः सन्ति इष् सः लुब् ऋष् ऋष् इत्येभ्यः धातुभ्यतकारादे अधधातुकप्रत्ययपदे इदागमो विकल्पेन भवति इति दत्तमत्र अनन्तरं किमत्र प्रश्नवदति ति इति एक पदमस्ति किमर्थम् इति प्रश्नः अधुना उत्तरं दत्तम् एषिष्यति इष्य इत्यनेन तुदादिगणीयः च क्रयादिगणीयः च न तु दिवादिगणीयः जशेस्तकार षण् प्रत्ययात् प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणीय इष् धातोः न भवति इषश्च वहश्च लुभश्च ऋषश्च ऋषश्च तेषां समाहारद्वन्द्वः जस् सहल्लुब् ऋष् तस्मात् इष् सहल्लुब् ऋष् ऋषः ति प्रत्यन्यन्तं जस् सह लुब् ऋषः पञ्चम्यन्तं द्विपदं सूत्रं विभक्तिपरिणाम इति सिद्धान्तेन प्रसङ्गत्वात् इति ति इत्यस्य षष्ठ्यन्तरं जायते सः इति आर्धधातुकस्य बलादेः इत्यस्य आर्धधातुकस्य इत् अनय इत्यनयोः अनुवृत्तिः स्वरितसूचिसूचेति भूमि उदितो वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इष् सः लुप् ऋष् ऋष् अङ्गात् तः आर्धधातुकस्य वा इद् इति सूत्रं ति इति किमर्थं तत्समस्ति केवलम् इष् धातु तुदादिगणे अस्ति क्रयादिगणे अस्ति दिवादिगणे अपि अस्ति दिवादि तुदादि क्रियादिगणे इष् इष् प्रकारे ह्यन् प्रत्यया प्रतिषेधः इति वार्तिकेन प्रकृतसूत्रस्य कार्यं दिवादिगणे साधुतः इष्टं न भवति तर्हि इदागम तदेव भगिनि आं भगिनि तावदेव दातु धन्यवादः सूर्यकुमारी भगिनी स्वागतं भगिनि नख् महोदय नख् धातुः अनीक् नख्योः द्रव्य नहोदः नाम नद्योः द्रव्य जसशुदोदोदः नद्योः द्रव्य जलां जसि नद्योः द्रव्य नद्रव्य एवमेव नख् योः तुमुन् नख्यो त्रिच् सूत्रमेव पठामि महोदय नहोदः नख् धातोः अकारस्य दकारादेशो भवति जलीपदन्ते च नः षष्ट्यन्तं दः प्रथमान्तं द्विपदन्तं सूत्रं होडः इत्यस्मात् गः इत्यस्य अनुवृत्तिः धाते धातो गः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः जलो जलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः स्कोः समयोरान्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं न धातोः हः दः जलि पदस्य अन्ते च अत्र नः धातुः अनीट् नः मध्ये प्रत्ययः अस्ति तकारः वलादि अस्ति न होडः इति अपि भवितुम् अर्हति परन्तु नः धातोः नहोदः इति विशिष्टसूत्रेण अत्र दत्तं हकारस्य दकार आदेशः अनन्तरं प्रत्ययः अस्ति तकारः अतः नद् धातु अन्ते जस् अस्ति अतः जसस्वदोदः इति सूत्रेण दकारस्य दकार आदेशः तदपि सदृत दकारः इदानीं नद् जल् अस्ति जल्लभि अस्ति जस्य अपि अस्ति दव्य इति जस्य अतः तस्य पूर्वं सिद्धः दकार नद् इत्यस्य दकारः जस् भवति जलं जस् जसि इत्यनेन नद्योः दव्य रूपं भवति नद्दव्य नद्दव्य इति प्रातिपदिकं नद्दव्यः नद्दव्य नद्दव्यम् इति त्रिषु लिङ्गेषु तदेव तुम् प्रत्ययपरे नद्दुम् इति रूपं भवति त्रिच् प्रत्ययपरे नद्र नद्दा नद्री नद्र इति रूपाणि भवन्ति सूत्रमपि वदति नहोदः इत्यस्मिन् हकारस्य स्थाने लकारादेशो भवति जलि अपि पदान्ते अस्ति चेत् अपि भवति इति गुः अन्य पठति वा अहमेव भगिनि इत्स पूर्वम् अस्माकं वर्गे मङ्गलवासरे तीश सह लुभ ऋष ऋष इति सूत्रस्य अनुवृत्तिः अस्ति इष सह लुभ ऋष ऋष अङ्गात् सह आर्धधातुकस्य वा इति किन्तु सूत्रे तीश सह तीश चसि योग ईश तीश इति भवति तो कथम् अनुवृत्तिसूत्रे तः दत्तम् अस्ति अविभक्तिपरिमाणं भवति खलु भगिनि तदेव अस्माकं भानुवासरस्य वर्गे अपि वयं चर्चितवन्तः अत्र तु पञ्चमी सप्त किम् अस्ति पञ्चमी निर्देशः अस्ति अनन्तरं सप्तमी निर्देशः उभयनिर्देशः अस्ति स्थाने न उक्तमस्ति तदा पञ्च उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति स्वीकृत्य सप्तम्याः स्थानिरूपेण स्वीक्रियते खलु तर्हि सप्तम्यः स्थानिरूपेण यदा स्वीक्रियते किमर्थम् इत्युक्ते आगमः वा आदेशः वा कश्चन स्थानिनः एव भवति खलु स्थानी आवश्यकः तर्हि वयं तः इति ति इत्यस्य तः इति स्थानिरूपेण षष्टि इति परिवर्तनं भूत्वा तदा तु वयं किं तः इति स्वीकुर्मः आर्धधातुकः आर्धधातुकस्य इट् यदागमः भवति इति इति साधु चर्चा इति अभवत् कि ति इति यदि सूत्रे प्राकृतं पाणिना लिखितमस्ति इति कथम् अनुवृत्तिसूत्रे ति इति न दत्तमस्ति सो इति एकस्य परिभाषा आसीत् किन्तु अत्र ति अङ्गात् ति अर्धधातुके अपि लिखितुं शक्नुमः वा इति न भगिनि तत्र ति अर्धधातुके इति लिखामः तत्र लिखामः चेत् तत्र स्थानिनः स्पष्टता न भवति खलु परे अस्ति तस्य परिभाषा अनेन एव अवगन्तुं शक्नुमः तत् अत्र अर्धधातु लेखितुं वयं ति ति इति लिखामः अर्धधातुके परे इति किन्तु वयं तु परिभाषया तत्रतः इति प्राप्नुमः इति वदति वा उभयतापि लेखितुं शक्नुमः इति अत्र एक द्वयोः अर्धधातुके ति इति अपि लेखितुं शक्नुमः वा यथा महोदयेन लिखितम् अस्ति अत्र अङ्गात् अर्धधातुकस्य समाधानं किं जातम् अर्धधातुकस्य अत्र अनुवृत्तिः अस्ति साधु अर्धधातुकेनैव तः इति लिखामः विभक्तिपरिणामं कृतम् अस्ति भवति आम् अर्धधातुकस्य इति अनुवृत्तिः अस्ति तर्हि तत्र विशेषणविशेषभावेन तत्र तत्र योजितव्यं खलु नो चेत् दोषाय भवति इति अहं केवलं ओ वर्गे स्पष्टं कृतम् उक्तवती अस्तु धन्यास्मि भगिनि अग्रे पठामः भवत्याः क्रमः खलु अस्तु गुः गुः धातुः वेट् उदुपदाय गोः इत्यनेन गुः धातोः उपधा गुण आदेशं प्रबाद्य ऊत् आदेशो भवति अजादि प्रत्यय परे वयं जानीमः गुः इति वेट् आवल्याम् अस्ति स्वरति श्रुति श्रूयति धू नुजितो गुः इति उदित् धातुः अस्ति तो अत्र अनेन वेट् स्वभावस्य वेट् अस्ति इदानीं तु एकपक्षे इदागम भवति एकपक्षे इदागम न भवति किन्तु विशिष्टम् अस्ति सूत्रस्य उदुपदधाया गोः इने अनेन सूत्रेण गुः धातो उपधा गुण आदेश भवति गुणादेशप्रभादे ऊत् आदेशः भवति सामान्यतया यदि गुः अस्ति तत्र अर्धधातुक सार्वधातुको इति न पुगन्तलघुपदस्य अनेन उपधायां यदि गु अस्ति तु गो भवति किन्तु प्रभाद्य गुणप्रभाद्य ऊत् आदेशः भवति अजादि प्रत्ययपरे तु इति कार्यं केवलम् अजादि प्रत्ययपरे भवति तु यस्मिन् पक्षे इडागमः अस्ति अर्धधातुकसवलादेन इडागमः अस्ति इत्तव्य इति भवति अधोभागे इदानीं पठामि इडागमपक्षे अत्र तव्यत् तुमन् त्रिच् प्रत्या अजादय अत्र उपधा गुणादेशप्रभाद्य ऊत् आदेशः भवति गुहुयोगैतव्य गुहितव्य इदानीम् इडागमपक्षे गुणबाधिता बाधित्वा अत्र उकार आगच्छति तदनन्तरं वर्णमेलनं भवति गुहितव्य गुवितव्या गुवितव्यम् इति त्रिषु लिङ्गेषु तुमन् यत्र अस्ति तत्र भवति गुहितुं यत्र त्रिच् अस्ति तत्र भवति गुहिता गुहितृ गुहित्री इति त्रीणि रूपाणि आगच्छन्ति इदानीम् एवमेव अहम् उक्तवती गुहयुगत्वं गुहयुगत्र अनिदादिपक्षे अजादिप्रत्यय अभावे न उत्तमं भवति तु अनिदादिपक्षे इदानीं गुहयोगत्तव्यत् तव्यत् इति झलि अस्ति न तु अजादि अस्ति अतः ऊत्वं न भवति अत्र स्वके सामान्यकार्यं यथा वयं जानीमः प्रथमं अङ्गकार्यं भवति पुगन्तलघुपदशनेन गुहयो गोः भवति गोः योगतव्यत् तदनन्तरं होड इत्यस्य प्रसक्तिः भवति कारण कि तकार झलि अस्ति अनेन हकार आगच्छति हकारस्य स्थाने तु गोट् योगतव्यत् इदानीं ढकार इति झश्वन् अस्ति झषस्थो ध अस्य प्रसक्तिः प्राप्ति भवति तव्य अस्य ढकार भवति तु गोट् योगधव्यत् भवति इदानीं स्नाष्टुः अस्य कार्यं भवति कार इति प्रभावेन इति टवर्गीयप्रभावेन दकारस्य अपि टवर्गम् आगच्छति, तत्र ढ भवति, घोड् योग ढव्य इति भवति. तदनन्तरं ढोडे लोपेन पूर्वस्य ढकारस्य लोपः भवति, गोढव्य इति रूपं भवति. त्रिषु लिङ्गेषु गोढव्य, गोढव्या, गोढव्यः, गोढव्यम् इति रूपाणि भवन्ति. यत्र तुम्न् अस्ति तत्र समानप्रक्रिया गोढुम् इति भवति. यत्र त्रिच् भवति तत्र गोढृ इति प्रातिपदिकं, गोढा पुल्लिङ्गे, गोढ्री स्त्रीलिङ्गे, गोढृ इति भवति नपुंसकलिङ्गे. सूत्रमस्ति उदुपदाय गोः, षष्ठमध्याये चतुर्थपादे नव अशीति सूत्रं. गुः समन्वे इति गुः धातो उपदा गुणादेशं प्रबाद्य उत् आदेशो भवति अजादि प्रत्यये परे. गुः उपधाय उत् स्यात् गुणहेतौ अजादौ प्रत्यये. उत् प्रथमान्तम् उपधायाः षष्ठ्यान्तं, षष्ट्यन्तं गोः, षष्ट्यन्तं त्रिपदमिदं सूत्रम्. अचि स्नु धातु ब्रुवां युवो यङो वङ्गौ इत्यस्य अचि इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहित सूत्रं गोः अङ्गस्य उपधाया ऊत् अचि. यदि गुः धातु अस्ति तत्र उपधायां गुण आदेश प्रबाद्य ऊत् आदेश भवति अजादि प्रत्यये परे. अनुवृत्तिसूत्रमस्ति गोः इति, यत्र गुः गोः इति अति धातोः अङ्गकार्यं यदि भवेत् तत् गोः इति भवति, तोति गोः इति अस्ति अङ्गस्य नो गुः इति भगिनी गोः इति षष्ठी विभक्ति भवति साधु. आं भगिनि गुः इति धातोः षष्ठी विभक्ति साधु. तत्र गोहः इति उक्तम् अस्ति. अस्तु तो इति षष्ठीभक्ति स्थाने अस्ति तत्र तद् केवलं हकारस्य स्थाने एव उत्तमम् आगच्छति अलोन्त्यस्य इति स्वीकर्तव्यं परिभाषाया साधु. तो अङ्गस्य उपधायाः नो अत्र उपधाया उत् अस्ति न तु अलोन्त्यस्य क्षम्यता. सो गोः इति यत् उपधायां गु अस्ति उत् गु धातु तस्य ऊत्वं भवति इति अनुवृत्तिसहितसूत्रम् इति कथम् आगच्छति गोः अङ्गस्य उपधाय गोहः तत्र गोहः इति अत्र गोहः इति किमर्थं दत्तमिति जातं तत्र अनन्तरम् इति भवति इति वक्तव्यं हा तदर्थमेव भगिनि सूचयितुं यदा गुणकार्यं भवति तदा एव भवति इति अत्र अनन्तरम् मूत् इत्यस्य तकारः तपरकरणं प्रायः उच्चारणार्थः इति अस्तु तावदासीत् खलु. अग्रे पङ्क्तिद्वयमस्ति ज्ञेयं यत्र यत् अत्र आर्धधातुक आर्धधातुकत्वस्य निमित्तिकत्वं नास्ति एव केवलं गुणनिमित्तिकम् अजादि प्रत्ययपरे. अतः लटि अपि भवति गुहुयोग शप् योगति गुहुयोग अयोगति उपधा गुणस्य प्रसङ्गत्वात् उत् आदेशः गुः अ गुवति. इति केवलं लटि अपि भवति न केवलम् आर्धधातुकप्रत्ययपरे अस्ति यावत्पर्यन्त अजादिप्रत्ययपरे अस्ति अपि गुणनिमित्तकम् अजादिप्रत्यय अस्ति इति निमित्तम् अस्ति इति. शप् अत्र अस्ति गुणनिमित्तकम् अस्ति आर्धधातुकप्रत्यय यथा गुः योग तुमन् अस्ति तत्र अपि निमित्तम् अस्ति इति भवितव्यम् तदानीम् एतत् ऊत् आदेशः भवति यदि अजादि गुणनिमित्तकम् अजादि प्रत्ययपरे अस्ति अचि इति या अजादि प्रत्यय अचि. धन्यवादः. विमला भगिनी भवती पठति वा भगिनि न कृतवन्तः अस्माभिः न कृतं वा भगिनि तावदेव कृतवन्तः वा तावदेव कृतम् आमां हकारान्तधातव समग्रचिन्तनं वरं कृतवन्तः. नमस्कारः अत्र सूर्यकुमारी भगिनी नमस्कारः भगिनि क्षम्यताम्. अवकाशः न लब्धः भवत्याः कृते. नमस्ते भगिनि, धन्यवादः. केवलम् अत्र चिन्तनमेलनम् अस्ति भगिनि. गते सप् महोदय मङ्गलवासरे महोदय यत् पाठयति तस्य केवलं वयं पुनरालोकनं कुर्मः. अत्र तु संशयाः सन्ति चेत् वयं मिलित्वा किञ्चित् चिन्तयामः तावदेव. कदाचित् महोदयं प्रष्टुं सङ्कोचः भवति चेत् अत्र आगत्य चर्चां कर्तुं शक्नुमः. सर्वेषां प्रश्नानाम् उत्तराणि न भवन्ति अस्माकं, किन्तु सरला भगिनी सम्यक् पाठयिष्यति. इदानीं समग्रचिन्तनं कुर्मः. करोति वा भगिनि हकारान्तानां सर्वेषां वा आरम्भतः भगिनी आरम्भ कर्तुं शक्नोति. ततः गच्छामः, अकारान्तानां कृत्वा अग्रे तत्र उपरि गच्छामः, तथा कुर्मः वा? तर्हि एकनिमिषं भगिनि, यतोहि हकारान्तधातुः इति चर्चा करणीयं चेत् सामान्यहकारधातुः इति सङ्ख्या एका, ततः प्रारम्भं कुर्मः भगिनि. यतोहि हकारान्तधातवः एका चकारान्तधातवः अष्टधातवः अनिटः द्वादशधातवः वेटः इति अस्ति, प्लस् एकादशधातवः सामान्यवेट् धातवः अपि च सः धातुः विशिष्टसूत्रेण. अत्र सामान्यहकारान्तधातुः ये अस्ति ते त्रीणि, मिह लिह रुह इति. अत्र प्रथमतया गुणकार्यं भवति. तकारादिप्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो होडः इत्यनेन, पश्चात् झषश्चतुर्धोदः इत्यनेन तकारस्य प्रत्ययादि यः तकारः अस्ति तस्य स्थाने ध आदेशः भवति झषश्चतुर्धोदः इत्यनेन. पश्चात् प्रत्यादस्य तस्य धकारस्य स्थाने ष्टुनाष्ठु इत्यनेन ढ आदेशः भवति, यतोहि तस्य पूर्वे ढोढ इत्यनेन हकारस्य ढत्वं भवति, तेन कारणेन ष्टुनाष्ठु इति धकारस्य अपि ढत्वं भवति. पूर्वतनस्य ढ लोपो भवति ढोढे लोप इति सूत्रेण इति प्रक्रिया अस्ति. अत्र किमपि उदाहरणम् एकमेव उदाहरणं ददामि भगिनि. मिह योगः तव्यत् अत्र यथा उक्तं प्रथमतया पुगन्तलघुपदस्य चैतन्येन मेह् इति भवति, मेह् योगः तव्य. अत्र होढः इत्यनेन मेढ् योगः तव्य. झषश्चतुर्धोद इत्यनेन ढकारः झष् प्रत्याहारे अस्ति, तकारस्य तस्य पश्चात् यत् तव्य अस्ति तस्य तकारस्य आदस्य तस्य तकारस्य ध इति आदेशः भवति, मेढ् धव्य. अत्र ष्ठुनाष्ठु इत्यनेन मेढ् ढव्य इति भवति. ढोडे लोप इत्यनेन पूर्वं स्थितस्य मेढ् इत्यस्य अङ्गस्य शब्दस्य ढलोपो भूत्वा मेढव्य इति अवशिष्यते. तथैव तुमुन्त्र एतेषु अपि तथा एव अस्ति. षट् सामान्यहकारान्तधातवः ये वेटः सन्ति, तर्हि इडागमः भवति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे इडागमः नास्ति. अत्र इडादिपक्षे तृह् इतव्य इत्यतः तर्ह् इति भवति, तर्हितव्यः, तथैव तर्हितुं तर्हितृ इति, स्रः अपि स्रः, वृह, त्रः, त्रन् गृहगाः, सर्वे अपि तथैव एव. अनिडादिपक्षे यथा पूर्वं दृष्टं मिह इत्यत्र प्रथमतया त्रः इत्यत्र गुणकार्यं भूत्वा तर्ह् इति भवति, तर्ह् भूत्वा तर्ढ् इति भवति, हकारस्य ढत्वं भूत्वा तर्ढ् इति भवति. ढकारस्य कारणेन तत् परे यत् तव्यते अस्ति तकारस्य आदर्श तस्य तकारस्य ध इति आदेशः भूत्वा तर्ढव्य इति तर्ढव्य, तद् ढकारस्य ढत्वं भवति तर्ढव्य. अत्र ढोडे लोप इत्यनेन तर्ढ् इत्यत्र स्थितस्य ढकारस्य लोपो भूत्वा केवलं तर्ढव्य तर्ढव्य इति, तथैव तर्ढुं तर्ढृ तर्ढा तर्ढ्री तर्ढृ इति रूपं तथैव अवशिष्टेषु अपि भवति. पश्चात् दकारान्ति दकाराध्यकान्तदातु अन्य कोऽपि वक्तुम् इच्छति किं? त्रयः दकाराध्यकान्तदातु दह ध्य दुः भगिनी. आं भगिनि, तत्र अन्य कः? सुसूर्यकुमारी भगिनी भवती वक्तुं च अद्य शृणोमि भगिनि. अस्तु तर्हि अहं प्रयते भगिनि. तर्हि दकारादि हकारान्तधातूनां विषये तु अस्माकं तु तत्र सूत्रं वर्तते, विशिष्टसूत्रं दादेर्धातुर्गः इति. अनेन हकारस्य स्थाने घकारादेशो भवति, तत्र जलिपदान्ते अपि भवति खलु, जलिपदान्ते. तदा तु तदनन्तरं यदा गः गकारः भवति तदा तु जश्वर्णः अस्ति इति कृत्वा, चतुर्थवर्णः अस्ति इति कृत्वा जषश्चतुर्दोर्धः इति मेन तकारस्य तकारः भवति. अनन्तरं जलां जषसि इति भवति, दग्धव्य देग्धव्य दोग्धव्य इति रूपाणि भवन्ति. अनन्तरं यत्र किं भवति, तत्र चत्वारः धातवः सन्ति, यत्र एकस्मिन् पक्षे यथा दादेर्धातुर्घः इति आसीत् तथा घकारादेशः भवति, किन्तु अन्यस्मिन् पक्षे ढकारादेशः अपि भवति इति. तत्र तु सूत्रम् अस्ति अस्माकं वा दृह मुह श्नुह श्निहाम् इति सूत्रम्. तत्र किं भवति, एकस्मिन् पक्षे ढकारः अन्यस्मिन् पक्षे घकारः इति भूत्वा अत्र तु किं भवति, द्रोग्धव्य इति एकस्मिन् पक्षे, द्रोढव्य इति अन्यस्मिन् पक्षे. अत्र किं पश्यामः इत्युक्ते यत्र इडागमः न भवति तदा एव रूपद्वयं भवति, तत्र हकारः घकारः इति रूपद्वयं भवति. किन्तु यत्र इडागमः भवति तत्र तु केवलं वर्णमेलनं भवति, तत्र तु हकारस्य अन्य सन्धिकार्यं न भवति. तर्हि अत्र पश्यामः, आहत्य पश्यामः चेत् उदाहरणार्थं द्रोहितव्य दुः धातोः तु द्रोहितव्य इति इडागमपक्षे. अनन्तरम् इडागमः यत्र नास्ति तत्र तु रूपद्वयं भवति, द्रोढव्य द्रोग्धव्य इति रूपं द्वयं भवति. तदनन्तरम् अद्य यत् पठितं वह् सः इति धातुद्वयं, तत्र तु सः धातुः यथा भगिन्या उक्तम् आसीत् तत्र वेत् भवति विशिष्टसूत्रं तीश सः लुभ ऋष ऋषः इति सूत्रेण. तदा तु सः धातोः किम् अस्ति, सामान्यतया होडः सामान्यकार्यमेव भवति, होडः इति भवति. किन्तु अत्र विशिष्टं किम् इत्युक्ते सहिवस्थो दो अवर्णस्य इति सूत्रेण सः इत्यस्य अकारस्य स्थाने ओकारादेशः भूत्वा सोढव्य इति भवति. वह् धातोः अपि समानमस्ति, ओढव्य इति भवति. किन्तु वह् धातोः केवलं अनिट् वर्तते, तस्य तु इडागमः न भवति. सः धातोः तु इडागमपक्षे तु सहितव्य इत्येव भवति, तत्र तु गुणकार्यं नास्ति इति कृत्वा. तत्र क्षम्यतां, तत्र किम् आसीत्, सहिवहो द्वौ दवर्णस्य इत्यस्य निमित्तम् आसीत् ड्रलोपे एव, डलोपे, अत्र तु डलोपः न भवति इडागमपक्षे इति कृत्वा, अत्र केवलं वर्णमेलनं भवति. भगिनी, वयं ड्रलोपे पूर्वस्य दीर्घवर्ण सहि वहोरो दोवनस्य तयो मध्ये बलबलचिन्तनं न कृतवन्तः अद्य इदानीं. ड्रलोपे पूर्वस्य तत्र तु प्रतिपदोक्तत्वम् अस्ति इति मन्ये खलु भगिनि, सत्यं द्वयो मध्ये ड्रलोपे इति निमित्तम् अस्ति. ड्रलोपे, तर्हि यदा यदि ड्रलोपे पूर्वस्य दीर्घोणः भवति तदा किं भवति, साडव्य इति भवति. सहिवहोदोदवर्णस्य इत्यस्य कार्यं भवति चेत् सोडः इति भवति, सोडव्य इति भवति. किन्तु यदि निरवकाशं भवति खलु, यदि अस्य सूत्रस्य प्राप्तिः न चेत् सहिवहोदोदवर्णस्य, महोदय उक्तवान् अपवाद प्रायः नास्ति इति नित्यसूत्रं भवति. कारण कि सहि वहोरोधो वनस्य तस्य प्रसक्ति यदि ढो ड्रलोपे पूर्वस्य दीर्घस्य कार्यं भवति तदनन्तरमपि सहि वहोरोधो वनस्य कार्यं भवति. न भगिनि, अत्र पश्यतु न्यूनक्षेत्रमस्ति, पश्यतु ड्रलोपः कुत्र कुत्र जायते, वह्दोतः जायते, सह् धातोः जायते, अन्येषु सन्दर्भेषु अपि जायते. रेफस्य विषये अपि ढ्रलोपः जायते, ढ्रलोपः जायते. अत्र सहिवहोर् इति ओदवर्णस्य इति पश्यामः चेत् केवलं सहवह धातूनां यत्र ढलोपः भवति तत्र एव ओतादेशः भवति. तर्हि न्यूनकार्यक्षेत्रमस्ति खलु, साक्षात् न्यूनकार्यक्षेत्रमस्ति. अत्र अस्य प्रसक्तिः नास्ति चेत् निरवकाशं भवति. अष्टाध्यायं लिखितमस्ति इति सूत्रेण अकारस्य दीर्घादेशे प्राप्ते स तव धातोः विषये तत् बाधित्वा प्रकृतसूत्रेण अण्वर्णस्य ओकारादेशः भवति इति अस्ति. बाधित्वा इति अस्ति, बाधकसूत्रं बाध्यबाधक न जानामि कथं वदने वक्तव्यम् इति. तत् बाधित्वा इति अस्ति निषेधकसूत्रं. हा न तदा तस्य यदि इफ् यु गो फर्दर् डौन् वह धातोः विषये अन्तिमस्तरे लिखितमस्ति ढलोपे पूर्वस्य दीर्घो न इत्यनेन. भगिनि बाध्यधावकभावः इति सहिवः ओदवर्णस्य इति सूत्रे एव त्रष्टादेदत्कं मध्ये उक्तमस्ति. सहतः तदा वहधातोः अकारस्य द्रलोपे पूर्वस्य दीर्घोणः इत्यनेन प्राप्तं दीर्घं बाधित्वा प्रकृतसूत्रेण ओकारादेशः भवति. अतः प्रकृतसूत्रं द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य अपवादरूपेण वर्तते इति. किन्तु वर्गे एव नित्यं सूत्रं न भगिनि, यत्र यत्र नित्यत्वमपि प्रायः स्यात्. पुनः यदा यदा नित्यत्वमपि इति बलवत् अस्ति, यदा आकारः जायते तदा पुनः सहिवहो दोवर्णस्य इत्यस्य प्रसक्तिः प्राप्तिः अस्ति खलु. कृताकृतचिन्तने तु आगच्छति. किन्तु यत्र अपवादत्वम् अस्ति, अन्यं सर्वं वयं त्यजामः. अन्यबलाबलचिन्तनानि तत्र न प्रवर्तन्ते. बलाबलचिन्तनेषु साक्षात् अपवादत्वस्य महत्त्वं वर्तते खलु. अपवादत्वेन अपवादः यत्र अस्ति तदा तु वयं नित्यत्वं वा. अत्र परसूत्रमपि अस्ति पश्यतु. तर्हि परसूत्रमस्ति न न न सहिवहोः परसूत्रं दहिवहोः परसूत्रम् अपवादत्वेन इति अष्टाध्यायां दत्तमस्ति, लिखितमस्ति. तत्र अनुवृत्तिः अस्ति खलु, परसूत्रमपि अस्ति, नित्यसूत्रम् अस्ति अस्ति, किन्तु अपवादत्वम् अस्ति इति कृत्वा अपवादमेव स्वीक्रियते, न तु अन्यम्. अग्रे तर्हि अग्रे कः वदिष्यति? अग्रे तु अरुणा भगिनी भवती वदिष्यति वा नः धातोः विषये? वक्तातु वा वक्दातु अनिट् इति वयं जानीमः. प्रथमं वह् योगतव्य सहिवहोर्धस्य प्रथमं हकारस्थाने होडः इत्यत्र ढकारः आगच्छति. वड् योगतव्य जश्वर्णः अस्ति तकारः अस्ति, ततः तकारस्थाने जस् तचोर्धोर्धः इति सूत्रेण तकारस्थाने ढकार आगच्छति. चुन वड् योगढव्य वयम् इदानीं पठितवन्तः, जस्ट् संक्षेपे इति वदतु. किं भगिनि वयं पठितवन्तः इदानीं, केवलं संक्षेपे वदतु. तदेव केवलं वड्व्य जलान् जस्ट् शीतेन ढकारस्थाने ढकार आगच्छति. चुनाश्चुः इत्यनेन पूर्व केवलं डालोपः ड्राडे लोपः इत्यनेन ढकार लोपः भवति. द्रालोपे पूर्वस्य दीर्घः अनः सूत्रेण दीर्घं भूत्वा वडितव्य भवति भगिनि. अत्रापि सहिवहोर् सूत्रमेव ओढव्य ओढव्य अत्र इडागमः न भवति खलु केवलम् अनिट् वर्तते तत्र तीश सह लुभ रुष ऋषः इत्यस्ति न ओ ओ ओ तद् ओकार आगच्छति अनेन ओकार आगच्छति वः स्वभावेन अनिट् अस्ति वः धातु एव भवति तदेव भगिनि समीचीनं धन्यवादः अग्रे कः कस्य क्रमः मणिमहोदयस्य क्रमः आसीत् मणिमहोदय नख् धातुः अनेक नख् योः तव्य नहोदः नद् योः तव्य जससोदोदः नद् योः तव्य जलं जसि जसि इत्यनेन नद् योः तव्य नतव्य रूपं भवति अत्र नकारस्य दः भवति नहोदोदि सूत्रेण अधः नद् प्रत्ययः भवति दकारः चषोदोदः अनन्तरं जलान्दसि इति न धात्वान्दस्य जलोनस्य जस् भवति अतः नद्दव्य इति रूपं नद्दव्या नद्दव्यः नद्दव्यम् इति तदेव धुन् प्रत्ययवे नद्धुं कृष् प्रत्ययवे नद्रु नद्द नद्रि इति रूपं भवति सूत्रमपि तदेव न धातोः अकारस्य दकारादेव भवति जलिपगान्तस्य इति वदति बहु धातु पठामि वा महोदय तदपि अहं वदामि अत्र बहु धातु वेट् अस्ति अत्र ऊदुपदाय भोः इति विशिष्टसूत्रेण अत्र उकारस्य प्रत्य गुह इत्यस्य गुणः भवति अतः गुणादेश दत् प्रपाद्य ऊत् इति आदेशः भवति अजादिप्रत्ययपरे एव दत्तु न अत्र निमित्तमस्ति अतः आर्धदात्तकप्रत्ययः नास्ति परन्तु साधारणतया आकारः अस्ति चेत् अपि अत्रापि ऊत् आदेशः इति अत्र दत्तम् इडाहमपक्षे मेलमेव गुहितव्यः गुहितव्यः गुहितुं गुहितृ इति परन्तु अनिडादिपक्षे अजादिप्रत्ययपरे किमपि ऊतं नास्ति अतः गुह्यः तव्य अत्र कोडः इत्यनेन नकारादेशः अनन्तरं जससोदोदः अनन्तरं डोडेलु सुधाष्टुः अनन्तरं डोडेलु पूर्वस्य इत्यनेन डकारस्य अनन्तरं गोडव्य इति रूपं भवति तदेव तुमन् प्रत्यपरे गोडुं गोड्री गोड्रु गोडा गोड्रि इति रूपाणि भवन्ति अत्र महोदय अन्य अस्ति वा अन्यविषयः अस्ति वा अग्रे पृष्ठ किमपि इतोपि पूर्वतनं द्रष्टव्यं वा वयं किं कृत वयम् आवली वदामः सूत्रेण सह इति सूत्राणि अपि मनसि आगच्छन्ति अस्तु भगिनि अहं किन्तु मया निर्गन्तव्यं किञ्चित् मम कार्यालयस्य कार्याणि सन्ति नो प्राब्लम् सो वयं विरामः दन् न न न भवती करो भवन्तः अहमपि गच्छामि भगिनी धन्यवादाः श्रान्ता अस्मि